निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः गुरुब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः न्यायवर्गे सर्वेषां सुस्वागतम् इदानीं वयं गुणस्य व्याप्याव्याप्यं च वृत्तित्वम् इत्यस्मिन् करपत्रे स्मः किमर्थम् एतत् करपत्रं स्थापितम् इति चेत् तत्र प्राचीननैयायिकाः अपि च नवीननैयायिकाः तयोः मध्ये भेदः वर्तते अभिप्रायभेदः वर्तते कस्मिन् विषये इति चेत् रूपम् इति गुणः व्याप्यवृत्तिः वा अव्याप्यवृत्तिः वा इति प्रश्नः यत्र एकस्मिन् द्रव्ये एकस्यापि अधिकं रूपं वर्तते तत्र एकस्य रूपस्य व्याप्यवृत्तिः इति न वक्तुं शक्यते घटः अस्ति तस्मिन् उपरि भागे नीलवर्णमस्ति अपि च अधोभागे रक्तवर्णम् अस्ति इति चिन्तयामश्चेत् तत्र इदानीं नीलरूपं घटं व्याप्य तिष्ठति इति न वक्तुं शक्यते किल तर्हि तत्र अव्याप्यवृत्तिः एव अस्ति नीलरूपस्य एवमेव रक्तरूपस्यापि प्राचीननैयायिका किं कुर्वन्ति इदानीं घटस्य रूपं किम् इति पृष्टे सति तत्र नीलरूपमपि नास्ति रक्तरूपमपि नास्ति नूतनरूपमस्ति तस्य नाम अस्ति चित्रः इति तर्हि इदानीं चित्ररूपम् इति नूतनरूपं घटे अस्ति चित्ररूपं तु व्याप्यवृत्तिः अस्ति चित्ररूपस्य व्याप्यवृत्तिः अस्ति सर्वत्र चित्ररूपमेव वर्तते इति तेषां मतं किन्तु नव्यनैयायिकाः किं वदन्ति इति चेत् तादृशं न वक्तव्यम् तत्र अव्याप्यवृत्तिः अस्ति प्रत्येकं रूपस्य अव्याप्यवृत्तिः इत्युक्ते किम् इति चेत् तत्र यस्मिन् तत्र स्वाभावस्य तत्र लक्षणं दत्तमस्ति किल अव्याप्यवृत्तित्वम् इत्युक्ते किम् इति चेत् स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इत्युक्ते यस्मिन् अधिकरणे तस्य अभावः अस्ति तस्मिन्नेव अधिकरणे तस्य भावः अपि अस्ति तत् कथं भवितुम् अर्हति इति चेत् तत्र इदानीं वृक्षः अस्ति इति चिन्तयामश्चेत् तस्मिन् उपरि कपिः अस्ति चेत् तत्र कपिः वृक्षे सर्वत्र न वर्तते कपिसंयोगः केवलं वृक्षस्य अग्रभागे एव अस्ति न तु मूलभागे इत्यतः इदानीं कपिसंयोगः कीदृशगुणः इति चेत् अव्याप्यवृत्तिः गुणः इति नव्यायिकानां मतमस्ति तस्मिन् विषये इदानीं पठन् स्मः वयम् अपि च इदानीं यद् अभावः कपिसंयोगस्य अभावः मूले वर्तते सः अभावः इदानीं तत्र भूतले किमपि नास्ति इति चिन्तयतु घटः वा पटः वा किमपि नास्ति इति चिन्तयतु इदानीं भूतले घट अभावः अस्ति अपि च वृक्षस्य मूले कपिसंयोगस्य अभावः अस्ति एतद्वयमपि समानम् इति पृष्टे सति नास्ति तद्भिन्नमस्ति घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नमस्ति इति नव्यनैयायिकानां मतं तत्र अग्रं मूलम् इति धर्मः एव अवच्छेदकः भवति कस्य प्रतियोगितायाः अवच्छेदकः भवति कस्य प्रतियोगी अभावस्य प्रतियोगी कपिसंयोगस्य अभावस्य प्रतियोगितायाः अवच्छेदकः भवति मूलम् अवच्छेदकं भवति मूलम् इति धर्मः इति एतावत्पर्यन्तम् अस्माभिः पठितं तद् सः अवच्छेदः तत्र घटत्वादिनिष्टप्रतियोगिता अवच्छेदकत्वात् भिन्नम् इति तावत् अस्माभिः पठितम् इदानीं तत्र प्रथमतया घटस्य उदाहरणं स्मरेम इति यदस्ति ततः अस्माभिः पठनीयम् शिवराममहोदय पृच्छतु श्रीराममहोदय. अत्र मम संशयः अस्ति, भवान् गृहपाठं दत्तवान् खलु? सत्यं. तत्र कपि संयोगस्य अभावः वृक्षस्य मूले वर्तते इति पृष्टवान् इति प्रश्नः पृष्टवान्. अहं चिन्तितवान् तत्र मूलत्वम् अग्रत्वम् इति गुणः अधिकरणे अधिकरणस्य अवच्छेदकः अस्ति इति चिन्तितवान्. सत्यं प्रश्नः प्रथमतया मूलत्वम् अग्रत्वम् इति गुणः नास्ति, धर्मः इति वदतु. धर्मः धर्मः तत्र वृक्ष इति अधिकरणस्य अवच्छेदकः, अधिकरणतायाः अवच्छेदकः भवति अग्रत्वम् इति चिन्तितवान्. तत्र सत्यं तदेव वृक्षनिष्ठ, किन्तु अधिकरणता कुत्र वर्तते? अधिकरणता वृक्षे एव वर्तते. सत्यम्, अधिकरणता वृक्षे वर्तते, किन्तु अधिकरणता वृक्षे सर्वत्र वर्तते इति नास्ति. अभावस्य अधिकरणता तत्र वृक्षस्य मूले एव वर्तते इति कृत्वा तत्र मूलावच्छिन्ना इति वक्तव्यम्. अधिकरणता अहं अधिकरणता मूलावच्छिन्ना. सत्यम्, अहं वाक्यं रचितवान् तत् तत् शुद्धं वा इति. अग्रत्व अवच्छिन्ना वृक्षनिष्ठ अधिकरणता निरूपित आदेयत. किं निरूपयति भवान्? मम प्रश्नः अधिकरणता निरूपयतु इति. न न, कपि संयोगस्य अभावः वृक्षस्य मूले वर्तते इति पृष्टवान् खलु. न, अत्र मम प्रश्नमहं पठामि. कपिसंयोगस्य अभावः वृक्षस्य मूले वर्तते इति सन्दर्भः, तत्र वृक्षे विद्यमान अधिकरणतायाः निरूपणं प्रतियोगिम् आरभ्य नारीशैल्यां कुर्वन्तु इति. प्रतियोगी आरभ्य वा? तत्र अधिकरणतायाः एव निरूपणं करणीयं, तर्हि वाक्यस्य अन्ते अधिकरणता इति भवेत्. ओ एवं वा, अस्तु. अहं चिन्तितवान् कपिसंयोगस्य अभावः मूले वर्तते इति वाक्यस्य निरूपणं भवतु इति अहं चिन्तितवान्. न, अत्र कपिसंयोगस्य अभावः वृक्षस्य मूले वर्तते इति सन्दर्भः. अस्तु, अत्र बहु किमपि अस्माभिः निरूपयितुं शक्यते किल. तत्र प्रतियोगिता अपि निरूपयितुं शक्यते, आधेयता निरूपयितुं शक्यते, अधिकरणता निरूपयितुं शक्यते, मूलमपि निरूपयितुं शक्यते, वृक्षः अपि निरूपयितुं शक्यते. मम प्रश्नस्तु अधिकरणतायाः निरूपणं कुर्वन्तु इति. अत्र तदा अग्रत्ववच्छिन्ना कपिसंयोगनिष्ठप्रतियोगिता निरूपित अनियोगिता आश्रयः कपिसंयोगाभावनिष्ठ स्वरूपसम्बन्धवच्छिन्न. एकनिमिषम् एकनिमिषं, तत्र प्रतियोगितायाः अवच्छेदकः अग्रत्वम् इति वदति वा? तदेव तत्रैव मम संशयः अस्ति. यदा प्रतियोगिता आरभ्य कुर्मश्चेत् तत्र अग्रत्वं नागच्छति वा? नागच्छति. किमर्थमित्युक्ते प्रतियोगितायाः अवच्छेदकः कः इति चेत् कपिसंयोगत्वम् इत्येव किल. प्रतियोगितायाः कपिसंयोगत्वं प्रतियोगिता कुत्र वर्तते? प्रतियोगिता घट उदाहरणं स्वीकुर्मः, घटे वर्तते. अत्र कपिसंयोगः कपिसंयोगे वर्तते प्रतियोगिता. सत्यं, विरोधे किमर्थमित्युक्ते तत्र कपिसंयोगस्य अभावस्य विषये एव अस्माकं चिन्तनं किल, तर्हि प्रतियोगिता कपिसंयोगे एव भवेत्. कपिसंयोगनिष्ठ प्रतियोगिता कुत्र वर्तते? कपिसंयोगे वर्तते. सा प्रतियोगिता केन अवच्छिन्ना भवति? प्रतियोगि कपिसंयोगत्व अवच्छिन्ना प्रतियोगिता. सत्यं, कपिसंयोगनिष्ठ कपिसंयोगत्वावच्छिन्नप्रतियोगिता निरूपित तदा अस्तु महोदय वदामि तदपि लिखितवान् लिखितवान् यत् सत्यम् इति शुद्धम् इति अहं न जानामि कपिसंयोगावच्छिन्नप्रतियोगिता निरूपित कपिसंयोगनिष्ठप्रतियोगिता निरूपित अनियोगिताश्रय कपिसंयोगाभावः तन्निष्ठ स्वरूपसम्बन्ध अवच्छिन्न आधेयतानुरूपित मूलत्व अवच्छिन्न अधिकरणता इति भवति वा हा तत्र एकमपि योजनीयं समीचीनं किन्तु इदानीम् अधिकरणता कुत्र वर्तते अधिकरणता तत्र मूले वर्तते न अधिकरणता मूले न वर्तते अधिकरणता वृक्षे वर्तते हा तत्र स्वरूपसम्बन्धावच्छिन्न आधेयता निरूपित वृक्षनिष्ठ मूलावच्छिन्न अधिकरणता इति वक्तव्यं तावदेव स्वरूपसम्बन्ध अवच्छिन्न आधेयता निरूपित वृक्षनिष्ठ मूलावच्छिन्न आधेयता वृक्षनिष्ठ इति भवति हा वृक्षनिष्ठ तदेव अत्र अत्र वैशिष्ट्यं किम् इति चेत् आधेयता अधिकसमिताम् अधिकरणता तु सर्वदा वृक्षे एव वर्तते सत्यं किमर्थमित्युक्ते तत्र मूलम् इति द्रव्यं नास्ति किल मूलम् इति व्यवहारार्थम् अस्माभिः कल्पितं कल्पितः एकः धर्मः अस्ति तावदेव अपि च अहं चिन्तयामि तत्र मूलत्वम् इति तत्र भावत्वेन न वक्तव्यं किमर्थम् इत्युक्ते कति मूलानि सन्ति एकमेव मूलं किल मूलम् इति धर्मः एकमेव तर्हि मूलत्व इति न वक्तव्यं किमर्थम् इत्युक्ते एकमेव अस्ति इति चेत् तत्र आकाशत्वम् इति वदामः वा ओ तादृशमपि आकाशत्वम् इति मूलावच्छिन्न मूलत्व अवच्छिन्न इत्यस्मिन् स्थाने मूलावच्छिन्न तदेव करपत्रे अपि अपि च मूलग्रन्थे अपि दत्तमस्ति किल मूलावच्छिन्न अहं तत्र मम अपरः प्रश्नः अस्ति वयं कपिसंयोगावच्छिन्नप्रतियोगिता इति आरम्भं कृतवन्तः खलु महोदय तत्र यः यः कपिः अग्रे अस्ति तस्य अभावः मूले नास् अभावः मूले अस्ति इति न चिन्तयामः वा न इदानीम् अत्र कपिसंयोगः इति दत्तं कपिसंयोगस्य अभावः मूले नास्ति इति दत्तं यदि कपिः एव नास्ति तत्र कपिसंयोगः इति गुणं त्यक्त्वा तत्र कपिः एव नास्ति इति वदामश्चेदपि वक्तुं शक्यते एव यथा घटः भूतले नास्ति तर्हि तत्र किं भवति कपिनिष्ठ कपित्वावच्छिन्न प्रतियोगिता निरूपित अनियोगिता आश्रय कपि अभावनिष्ठ स्वरूपसम्बन्धावच्छिन्न आधेयता निरूपित वृक्षनिष्ठ मूलावच्छिन्न अधिकरणता इति भवति वाक्यम् मम प्रश्नः अस्ति अत्र प्रत्येक वृक्षे यः कपि अस्ति कपिसंयोगः अस्ति तस्य अभावः स्वीकृत्य एव प्रश्नवाक्यम् अस्ति खलु सत्यम् अतः एव मया उक्तं कपिसंयोगनिष्ठ कपिसंयोगत्व अवच्छिन्न प्रतियोगिता निरूपित अनियोगिता आश्रय कपिसंयोग अभावनिष्ठ स्वरूपसम्बन्धावच्छिन्नाधेयतानिरूपितवृक्षनिष्ठ मूलावच्छिन्न अधिकरणता अहं इतोपि चिन्तितवान् तदा कपिसंयोगः अवच्छिन्न इति तत्र तत्र अग्रत्वापि अवच्छिन्न इति न वक्तव्यं वा किमर्थम् इत्युक्ते तत्र वृक्ष अग्रं मूलम् इति कुत्र कुत्र अस्माभिः व्यवहर्तुं शक्यते इति चेत् केवलं वृक्षे एव सत्यं कपिसंयोगः अपि च मूलम् अनयोः मध्ये किमपि सम्बन्धः नास्ति सम्बन्धः अस्ति चेत् कः सम्बन्धः इति वक्तव्यं किल सम्बन्धः नास्ति तत्र कपिसंयोगः वृक्षे वर्तते कपिसंयोगस्य अभावः अपि वृक्षे वर्तते तत्र कपि इदानीं तत्र अभावस्य निरूपणस्य भवतः चिन्तनं तु समीचीनम् इदानीम् अहं चिन्तयामि तत्र अभावस्य निरूपणस्य स्थाने इदानीं कपिसंयोगस्य वर्तमान विद्यमानस्य निरूपणं करोतु इति वदामश्चेत् तत्र इदानीं प्रतियोगिता अनियोगिता इति न वदामः किल इदानीं अग्रे वृक्षस्य अग्रे कपिसंयोगः वर्तते तादृश अधिकरणता इदानीं वृक्षे अधिकरणता अपि वर्तते इदानीम् अधिकरणता निरूपयतु कुत्र आरभ्य महोदय अस्माकं लक्ष्यं तु अधिकरणता अस्ति तर्हि आधेयता आरभ्य एव वक्तव्यम् अहं वदामि तत्र कपिसंयोगनिष्ठ कपिसंयोगत्वावच्छिन्न आधेयतानिरूपित वृक्षनिष्ठ अग्रावच्छिन्न अधिकरणता इति भवति तावदेव वक्तुं शक्यते इदानीं तत्र अग्रम् अपि च मूलं द्वयमपि कपिसंयोगस्य अवच्छेदतः यदा कदापि न भवति आधिकरणतायाः अवच्छेदता एव भवति हा सत्यम् अतः एव अत्र पश्यतु यत् यत्र अस्माभिः अद्य आरभ्य पठनीयं तस्मात् एकं द्वे पङ्क्तिद्वयं पूर्वं तत्र एवं च अग्रं कपि निष्ठ आधेयता निरूपितया वृक्षनिष्ठ अधिकरणं तस्याः अवच्छेदकं भवति इति इत्युक्ते अग्रमेव अवच्छेदकं भवति अग्रत्वम् इति अवच्छेदकं नास्ति अग्रमेव अवच्छेदकं भवति अस्तु किञ्चित् अग्रे पठेम इदानीम् अस्तु शिवराममहोदय भवान् पठतु महोदय प्रथमतया घटस्य उदाहरणं करपत्रं पठनीयम् आं करपत्रात् प्रथमतया घटस्य उदाहरणं स्मरेम इति दृष्टं खलु पूटक्रमाङ्कः अत्र करपत्रमेव न लब्धं वा न करपत्रमस्ति मम सर् अस्तु तत्र उपशीर्षकमस्ति अवच्छेदकत्वम् इति तत्र एकं द्वे त्रीणि रूपं व्याप्यवृत्तिः तत् ततः अधोभागे तत् प्रथमपङ्क्तिः अस्ति द्वितीयपङ्क्ति तृतीयपङ्क्ति चतुर्थपङ्क्तिम् आरभ्य पठनीयं प्रथमतया घटस्य उदाहरणं स्मरेम इति प्रथमतया घटस्य उदाहरणं स्मरेम भूतले घटाभावः घटाभावं प्रति यः विरोधः सः घटे विद्यते अतः घटस्य आनयनेन घटाभावः नश्यति घटे यः घटाभावविरोधः स च प्रतियोगिता नामकः तादृशी च घटाभावविरोधिनी प्रतियोगिता कुत्र लभ्यते इत्यस्य प्रतिपादनार्थम् अवच्छेदकं भेदकम् एकम् अपेक्षितम् तच्च अवच्छेदकम् अपि घटे स्यात् सर्वदा च घटे स्यात् अन्यत्रापि न स्यात् घटे विद्यमानं घटत्वं प्रतियोगितायाः अवच्छेदकम् यतोहि यत्र यत्र घटत्वं भवति तत्र तत्र तादृशी प्रतियोगिता विरोधः वर्तते यस्य द्वारा घटाभावः नष्टः स्यात् प्रतियोगिता च भिद्यते अवच् अवच्छेदेन अवच्छेदेन अथवा तस्याः नाम अवच्छेद्या भूतले घटाभावः घटाभावं प्रति यः विरोधः सः घटे विद्यते घटाभावस्य घटाभावं प्रति यः विरोधः सः घटे विद्यते घटस्य अभावः घटे विद्यते अतः घटस्य आनयनेन घटाभावः नश्यति घटः अस्ति घटाभावः यदा अस्ति तदा तस्य घटस्य आनयनेन घटाभावः नश्यति नाम घटाभावः गच्छति घटे यः घटाभावविरोधः स च प्रतियोगिता नामकः घटे यः घटाभावविरोधः अस्ति घटाभावस्य विरोधः यः अस्ति तस्य नाम अस्ति प्रतियोगिता तादृशी च घटाभावविरोधिनी प्रतियोगिता कुत्र लभ्यते इत्यस्य प्रतिपादनार्थम् अवच्छेदकं भेदकम् एकम् अपेक्षितम् एतत् किञ्चित् विवरणम् अत्र आवश्यकं महोदय घटाभावविरोधिनी प्रतियोगिता कुत्र लभ्यते प्रतियोगिता इदानीं घटाभावस्य प्रतियोगी कः घटाभावस्य घटः अस्ति न घटः घटे कीदृशधर्मः विद्यते घटे घटत्वं सत्यं घटे प्रतियोगिता अस्ति घटे घटत्वम् अस्ति इति कृत्वा इदानीं घटे विद्यमानप्रतियोगितायाः अवच्छेदकः घटत्वं भवति अग्रे तदेव तद् प्रतिपादनार्थम् अवच्छेदकं भेदकम् एकम् अपेक्षितम् अपेक्षितं तच्च अवच्छेदकमपि घटे स्यात् सर्वदा च घटे स्यात् अन्यत्र अपि न स्यात् तर्हि इदानीं घटत्वं घटत्वम् इति अवच्छेदकमिति अस्माभिः उक्तं किल आम् तद् घटत्वं कुत्र वर्तते घटे अस्ति घटे सर्वदा घटे अस्ति अन्यत्र यत्र कुत्रापि इदानीं वृक्षे घटत्वमस्ति वा नास्ति नास्ति सा घटे एव घटे एव सत्यं घटे विद्यमानं घटत्वं प्रतियोगितायाः अवच्छेदकं तर्हि घटे यत् घटत्वम् अस्ति सा घटत्वम् एव प्रतियोगितायाः अवच्छेदकं सत्यं यतोहि यत्र यत्र घटत्वं भवति तत्र तत्र तादृशी प्रतियोगिता वर्तते यस्य द्वारा घटाभावः नष्टः स्यात् यत्र यत् घटत्वं भवति तस्य द्वारा घटाभावः नष्टः स्याताम् यत्र घटत्वम् अस्ति ते घटत्वेन एव घटाभावः अपि नष्टः भवति नाम घटस्य आनयनेन एव घटाभावः नश्यति प्रतियोगिता च भिद्यते अवच्छेदेन अतः तस्या नाम अवच्छेद्या प्रतियोगितायाः नाम अस्ति अवच्छेद्या अस्तु समीचीनं महोदय अग्रे विजी भगिनी पठति वा आं महोदय घटस्य दृष्टान्ते अवच्छेद्या अवच्छेदकं च द्वयोः समान अधिकरण्यं वर्तते अवच्छेद्या प्रतियोगिता अतः प्रतियोगिता घटत्वयोः समान अधिकरणम् अधिकरण्यम् एतदर्थं या अवच्छेदकता वर्तते घटत्वे तस्य नामकरणं कृतम् अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता यतोहि प्रतियोगिता घटत्वयोः अनतिरिक्तवृत्तित्वम् अस्ति अनतिरिक्तवृत्तित्वम् इत्युक्ते यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता अपि च यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम् महोदय इदानीं दृष्टवन्तः घटत्वम् इति अवच्छेदकत्वं सर्वदा वर्तते इति घटे घटत्वं वर्तते तस्मिन् समये घटत्वमेव अवच्छेदकरूपेण स्वीकुर्मः. किम् इति चेत् घटत्वम् अन्यथा न अन्यस्थले न वर्तते, घटत्वे एव वर्तते. इत्यनेन प्रति घटत्व अभावः या विरोधिक घटत्व अभावः इति वदति वा? किमर्थं घटत्वस्य अभावस्य विषये चिन्तनम्? अवच्छेदक अवच्छेद्या प्रतियोगिता अवच्छेदकं किम्? अवच्छेदकं घटत्वं. सत्यं. अवच्छेदकं घटत्वं. अतः प्रतियोगिता घटत्वे घटत्वमपि अस्ति, प्रतियोगिता अपि अस्ति. इत्युक्ते समान अधिकरणी अधिकरणम् अस्ति घटः. हा, समीचीनं. प्रतियोगिता अपि घटे वर्तते, घटत्वमपि घटे वर्तते इति कृत्वा प्रतियोगिता घटत्वयोः मध्ये समानाधिकरण्यं सामान्य अधिकरण्यम् अस्ति. घटः समान अधिकरणम् एतदर्थं या अवच्छेदकता वर्तते घटत्वे तस्य नामकरणं कृतम् अपि इदानीं तस्य नामकरणं कृतम् अन्यून अन् अतिरिक्तवृत्तित्वरूप अवच्छेदकता इति बृहद्वाक्यम् अस्ति. अन्यून भवानेव अर्थं ददातु. अन्यून भवती अवगन्तुं शक्यते. अन्यून न्यूनम् इत्युक्ते किं? ओ, न्यून न्यून न्यून तस्य विपरीतपदमस्ति. नै तत्पुरुषं योजयित्वा तत्र अन्यून इति भवति. अन्यून अतिरिक्त वृत्तित्वरूप अवचेतकता अन्यून. यतोहि प्रतियोगिता घटत्वयोः ये नामकरणं दत्तं किल, अतः उपयोगमपि कृतम् अन्यो. यतोहि प्रतियोगिता घटत्वयोः मध्ये अनतिरिक्तवृत्तित्वम् अस्ति. अतिरिक्तवृत्तित्वम् अस्ति इत्युक्ते यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता अपि च, अपि च यत्र यत्र प्रतियोगिता विपरीतरीत्या अपि साधयितुं शक्यते. यत्र प्रतियोगिता अस्ति तत्र घटत्वमपि अस्ति, यत्र घटत्वम् अस्ति प्रतियोगिता अपि अत्र दृश्यते इति वाक्यं प्रतिपादयति. हा, सत्यं. तत्र यत्र यत्र प्रतियोगिता अस्ति तत्र तत्र घटत्वम् अस्ति, अपि च यत्र यत्र घटत्वम् अस्ति तत्र तत्र प्रतियोगिता अस्ति अस्ति इति वयमपि शक्यते. द्वयमपि घटे वर्तते इति कारणेन घटं समानाधिकरणम् इति उच्यते. सत्यं. तर्हि तत्र अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता. अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता इति अस्ति. समीचीनं, धन्यवादः भगिनि. अग्रे श्रीराममहोदय पठति वा? अन्यून इत्युक्ते किमर्थम् अन्यून दत्तमस्ति? अनतिरिक्तवृत्तित्वरूपावच्छेदकता भवति चेत् पर्याप्तं नास्ति वा? अहम् उदाहरणं वदामि. इदानीं 20 पर्वताः सन्ति इति चिन्तयतु. तेषु केवलं 5 पर्वतेषु एव, 5 पर्वतेषु एव अग्निः अस्ति, धूमः अस्ति इति चिन्तयतु. अन्यत्र यत्र कुत्रापि धूमः अपि नास्ति इति चिन्तयतु. तर्हि यत्र यत्र धूमः अस्ति तत्र सर्वत्र पर्वतः अस्ति किल. किन्तु यत्र यत्र पर्वतः अस्ति तत्र तत्र धूमः अस्ति इति वक्तुं शक्यते वा? अनियामकत्वम् अनियामकत्वं तत्र भवति अतः हा यत्र नियमत्वेन तत्र एकमस्ति चेत् अन्यः अस्ति अन्यः अस्ति चेत् एतदस्ति इति यत्र नियमत्वेन वक्तुं शक्यते तत्र अन्यून अनरिचि अनतिरिक्त इति द्वयमपि वक्तव्यं भवति अनतिरिक्त वदामश्चेत् तत्र कः दोषः भवति अनतिरिक्त हा यत्र धूमः नास्ति तत्रापि पर्वतः अस्ति अतः अनतिरिक्तः नास्ति तत्र अनतिरिक्तम् अस्ति अन्यूनवदनेन तस्य निराकरणं भवति एवं वा सत्यं धन्यवादः तर्हि किन्तु अत्र किमस्ति इति चेत् घटत्वप्रतियोगितायाः मध्ये घटाभावप्रतियोगितायाः मध्ये कीदृश सम्बन्धः अस्ति चेत् तत्र अन्यून अनतिरिक्त इत्युक्ते यत्र यत्र घटत्वमस्ति तत्र तत्र घटाभावस्य प्रतियोगिता वर्तत्येव यत्र यत्र घटाभावस्य प्रतियोगिता वर्तते तत्र सर्वत्र घटत्वम् अस्ति इति सत्यं भवतः उदाहरणे किं वक्तव्यं भवति चेत् तर्हि अन्यून त्यक्त्वा अनतिरिक्तवृत्तित्व रूप अवच्छेदकता अस्ति धूमे एवं वक्तव्यं वा हा इदानीं किं स्वीकृत्य वदामः इति चिन्तनीयं धूमं स्वीकृत्य वदामश्चेत् धूमस्य वृत्तित्वं पर्वते कीदृशम् अस्ति इति चेत् अन्यूनम् इति प्रायः वक्तव्यम् अहमपि चिन्तयन्नस्मि भवत्याः प्रश्नस्य विषये किमर्थमित्युक्ते यत्र यत्र धूमः वर्तते तत्र पर्वतं वर्तते इत्यतः पर्वतः वर्तते इत्यतः अन् अतिरिक्त इति वक्तव्यम् तत्र केवलम् अनतिरिक्त इति वक्तव्यम् अस्तु महोदय धन्यवादः हा इदानीं पर्वतं स्वीकृत्य वदामश्चेत् तत्र अन्यूनवृत्तित्वम् अस्ति इति वक्तव्यम् एकमपि धूमः नास्ति यत्र पर्वतं नास्ति इति इदानीं वृक्षे अपि अग्निः अस्ति तत्र भूतले वृक्षः अस्ति तस्मिन् किञ्चित् अग्निः अस्ति तस्मात् धूमः उत्पद्यते इति चेत् इदानीं तत्र अन्यूनवृत्तित्वम् इति न वक्तुं शक्यते किन्तु केवलं पर्वते एव धूमाः लभ्यन्ते इति चेत् तत्र इदानीं पर्वते अन्यूनवृत्तित्वम् अस्ति इति वक्तव्यं धूमस्य अपेक्षया ओके ओके धन्यवादः किञ्चित् इङ्ग्लिश् महोदय अन्यून्यवृत्तित्वम् इति आङ्ग्लभाषायां किञ्चित् हा अन्यून इत्युक्ते नाट् लेस् देन् अनतिरिक्त नाट् मोर् देन् अन्यून अनतिरिक्त इत्युक्ते ईक्वल् नाट् मोर् नाट् लेस् नाट् लेस् नाट् धन्यवादः महोदय अन्यून अन्य अनतिरिक्त नाट् लेस् नाट् मोर् नाट् मोर् थेङ्क् यू धन्यवादः महोदय अस्तु अस्तु हा श्रीराम महोदय अग्रे पठतु महोदय अस्तु महोदय अधुना कपि वृक्षयोः आकृतिः अवलोकनीया कपिसंयोगवृक्षस्य अग्रभागे कपिसंयोगनिष्ठाधेयतानुरूपित अधिकरणता वृक्षे यथा प्रतियोगिता अवच्छेद्या घटस्य दृष्टान्ते अत्र कपिसंयोगनिष्ठ आधेयतानुरूपित अधिकरणता अवच्छेद्या अवच्छेदकं च वृक्षस्य अग्रभागः तर्हि घटः घटाभावः कपिसंयोगः कपिसंयोगाभावः द्वयोः दृष्टान्तयोः भेदः कः घटघटाभावयोः सहनावस्थानरूपविरोधः वर्तते भूतले यदा घटाभावः अस्ति तदा घटः नितरां नास्ति यदा घटः अस्ति तदा घटाभावः नितरां नास्ति, किन्तु कपिसंयोगः सम्पूर्णवृक्षे अव्याप्यवृत्तिः गुणः इति कारणतः स्वभावस्य अधिकरणे स्वस्य युगपत् विद्यमानत्वं नाम वृक्षे समानकाले कपिसंयोगः अपि अस्ति कपिसंयोगाभावः अपि अस्ति। अत्र कपिसंयोगः इति गुणः अव्याप्यवृत्तिः इति कारणेन अवच्छेदकं किञ्चित् भिन्नरीत्या चिन्तनीयं भवति। इदानीं वृक्षकपिसंयोगः विषये चर्चा अस्ति। अधुना कपिवृक्षयोः आकृतिः अवलोकनीयः। कपिसंयोगः वृक्षस्य अग्रभागे, कुत्र कपिसंयोगः इत्युक्ते अग्रभागे कपिसंयोगः, कपि अग्रभागे उपविशन् अस्ति। कपिसंयोगनिष्ठ आधेयतानुरूपित अधिकरणता वृक्षे आधेयता अस्ति कपिसंयोगः, अधिकरणम् अधिकरणता वृक्षे अस्ति कपिसंयोग निष्ठ आधेयतानुरूपित अधिकरणता वृक्षे तदा भवति। यथा प्रतियोगिता अवच्छेद्या घटस्य दृष्टान्ते तत्र अत्र कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता अवच्छेद्या। इदानीं घटत्व उदाहरणे घटत्वेन प्रतियोगिता अवच्छेद्या आसीत्, इदानीम् अवच्छेद्या कुत्र कम् अवच्छेद्यति इत्युक्ते अधिकरणताम् अवच्छेद्यति। अत्र अवच्छेद्या का इति चेत् वृक्षनिष्ठ आधेय अधिकरणता एव अवच्छेद्या अस्ति। वृक्षनिष्ठ सत्यं वृक्षनिष्ठ अधिकरणता एव अवच्छेद्या अस्ति, अवच्छेद्या भवति। सा अधिकरणता केन निरूपिता इति चेत् कपिसंयोग कया निरूपिता इति चेत् कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता अवच्छेद्या अस्ति। अवच्छेदकं च वृक्षस्य अग्रभागः, इदानीं तदेव अग्रभागः एव अवच्छेदकं भवति। अत्र पश्यतु भेदः कः इति चेत् तत्र घटघटाभावयोः मध्ये अवच्छेदकः कः इति चेत् घटत्वम् इति वदामः किल। सत्यं। किन्तु अत्र यद्यपि वृक्षे अधिकरणता अस्ति तदेव सा अधिकरणता एव अवच्छेद्या अस्ति, किन्तु केन अवच्छिन्ना इति चेत् तत्र वृक्षत्वेन अवच्छिन्ना इति वदामश्चेत् दोषः भवति। केवलं तत्र अग्रभागः वा मूलभागः वा इति वक्तव्यं तत्र, तावदेव। अस्तु अग्रे तर्हि घटः घटाभावः कपिसंयोगः कपिसंयोगाभावः, यदा घटः घटाभावः अस्ति तदा एव कपिसंयोगः कपिसंयोगाभावः अपि अस्ति। द्वयोः दृष्टान्तयोः भेदः कः? घटाघटभावयोः सहानावस्थानरूपविरोधः वर्तते, अस्माभिः पूर्वं दृष्टं सहानावस्थानम् इति। भूतले यदा घटाभावः अस्ति तदा घटः नितरां नास्ति, यदा घटः अस्ति तदा घटाभावः नितरां नास्ति। किन्तु कपिसंयोगः सम्पूर्णवृक्षे अव्याप्यवृत्तिः गुणः इति कारणतः स्वभावस्य अधिकरणे स्वस्य युगपत् विद्यमानत्वम्। इदानीं कपिसंयोग उदाहरणे कपिसंयोगाभावः वृक्षे मूलभागे वर्तते, तु युगपत् एव कपिसंयोगः वृक्षे अग्रभागे वर्तते, तावदेव अत्र विषये वैशिष्ट्यम् अस्ति अस्मिन् उदाहरणे। नाम वृक्षे समानकाले कपिसंयोगः अपि अस्ति कपिसंयोगाभावः अपि अस्ति। अत्र कपिसंयोगः इति गुणः अव्याप्यवृत्तिः इति कारणेन अवच्छेदकं किञ्चित् भिन्नरीत्या चिन्तनीयं, भिन्नरीत्या करणीयम् अस्ति अवच्छेदकं किम् इति चिन्तयित्वा। अत्र अहम् एकं प्रश्नं पृच्छामि, तस्य उत्तरं वदतु. इदानीम् एकः वृक्षः अस्ति इति चिन्तयतु, यस्मिन् यत्र कुत्रापि कपिः नास्ति इति चिन्तयतु. अस्तु, इदानीं तस्मिन् वृक्षे कपिसंयोग अभावः अस्ति वा न वा? कपिसंयोग अभावः अस्ति, सामान्य अभावः. सामान्य अभावः. एकनिमिषं, मम प्रश्नः इदानीमेव, इदानीमपि न पृष्टम्. यस्मिन् वृक्षे कपिः एव नास्ति तस्मिन् वृक्षे कपि अभावः अपि अस्ति, कपिसंयोग अभावः अपि अस्ति. इदानीं कपिसंयोगस्य अभावस्य अवच्छेदकः कः? कपिसंयोग अभावस्य अवच्छेदकः कपि कपिसंयोग. एतादृशं मया न पृष्टव्यमासीत्. कपि इदानीं कपिसंयोगस्य अभावस्य अधिकरणमस्ति सः वृक्षः, तर्हि तद् तस्मिन् वृक्षे अधिकरणता वर्तते, सा अधिकरणता एव अवच्छेद्या अस्ति. सा अवच्छेद्या केन अवच्छिन्ना भवति? वृक्षत्वेन. समीचीनम्. तत्र वृक्षत्वेन अवच्छिन्ना इति वक्तुं शक्यते, वदामश्चेत् तत्र दोषः नास्ति. किमर्थम् इत्युक्ते, वृक्षे यत्र कुत्रापि कपिः नास्ति तर्हि कपिसंयोगः अपि नास्ति इति कृत्वा तत्र अवच्छेदकधर्मत्वेन वृक्षत्वं स्वीकर्तुं शक्यते. किन्तु इदानीं यस्मिन् वृक्षे कपिः अस्ति अग्रभागे, तर्हि अग्रभागे कपिसंयोगः अपि अस्ति, किन्तु मूलभागे कपिसंयोगस्य अभावः अस्ति. तादृश अभावस्य इदानीं तत्र कपि अभावस्य कपिसंयोगस्य अभावस्य अधिकरणं मूल वृक्षस्य मूलभागमस्ति. तत्र अधिकरणता विद्यते, सा अधिकरणतायाः अवच्छेदकः इदानीं वृक्षत्वम् इति वदामश्चेत् दोषः किल? मूलत्वं तत्र मूलावच्छिन्ना इति वक्तव्यम् इति एव भेदः. तद् अवगच्छति चेत् इदानीम् अस्य पाठस्य मुख्य अंशः सर्वैः अवगतम् एव. अस्तु, समीचीनम्. अग्रे सीमा भगिनी पठतु भगिनी, कपिसंयोगः इति गुणस्य. इति कपिसंयोगः इति गुणस्य अव्याप्तिवृत्तित्वनिर्वाहार्थं वृक्षे अग्रभागस्य अवच्छेदकं स्वीक्रियते. श्रूयते वा महोदय? अवच्छेदकत्वं स्वीक्रियते. तदर्थं विद्याधर्यां लिखितमस्ति अव्याप्यवृत्तित्वनिर्वाहकम् अवच्छेदकत्वम्. अत्र अग्रभागस्य अवच्छेदकत्वं किम् अवच्छेदकत्वं? वृक्षनिष्ठाधिकरणतावच्छेदकत्वम्. तद् अवच्छेदकत्वं किमर्थं स्वीकृतम् इत्युक्ते, या अधिकरणता निरूपित आधेयता कपिसंयोगे, तस्याः अव्याप्यवृत्तित्वम् इति सूचनार्थं. नाम कपिसंयोगः अव्याप्यवृत्तिः इति ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते. अत्र कपिसंयोगः इति गुणस्य अव्याप्यवृत्तित्वनिर्वाहार्थं वृक्षे अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते. यतोहि कपिसंयोगः अग्रभागे अस्ति, मूले नास्ति, अतः कपिसंयोगः अपि वृक्षे अस्ति, अपि च कपिसंयोगाभावः अपि वृक्षे अस्ति. अतः अव्याप्यवृत्तित्व वृक्षे अस्ति, तस्य निरूपणार्थं वृक्षस्य अधिकरणतायाः अवच्छेदकत्वं वृक्षत्वं न स्वीकर्तुं शक्नुमः. वृक्षस्य अग्रभागः कपिसंयोगस्य वृक्षे अग्रभागस्य अवच्छेदकत्वम् अस्ति, तेन अग्रे पठामि. तदर्थं विद्यार्थ्यं लिखितमस्ति अव्याप्य पृथित्वनिर्वाहकम् अवच्छेदकत्वं. यत्र यत्र अव्याप्यवृत्तित्वम् अस्ति तत्र तत्र अवच्छेदकत्वं किञ्चित् धर्मं न भवति, अधिकरणतायाः धर्मं न भवति, किन्तु अत्र उदाहरणे अग्रभागम् अवच्छेदकः अस्ति, तस्य अवच्छेदकत्वम् अस्ति. अत्र अवच्छेदकत्वं किम् इति प्रश्ने सति वृक्षनिष्ठ अधिकरणता अवच्छेदकत्वं, वृक्षनिष्ठ अधिकरणतावच्छेदकत्वं, वृक्षनिष्ठ अधिकरणता याः अवच्छेदकत्वम् अस्ति, वृक्षनिष्ठ अधिकरणतायाः अवच्छेदकत्वम् अस्ति. तद् अवच्छेदकत्वं किमर्थं स्वीकृतम् इत्युक्ते या अधिकरणता निरूपित आधेयता कपिसंयोगे अस्ति तस्याः अव्याप्यवृत्तित्वम् इति सूचनार्थम्. नाम कपिसंयोगः अव्याप्यवृत्तिः इति ज्ञापनार्थम् एव अग्रभागस्य अवच्छेदकत्वं स्वीक्रियते. अत्र अग्रत्व इति वक्तुं न शक्नुमः, वृक्षत्व इति अपि अवच्छेदकरूपेण स्वीकर्तुं न शक्नुमः. यत्र अव्याप्यवृत्तित्वम् अस्ति तत्र अधिकरणस्य यस्मिन् भागे यस्मिन् भागे गुणः अस्ति स एव भागः अवच्छेदकत्वं भवति, यस्मिन् भागे गुणः नास्ति सः अभावस्य अवच्छेदकं भवति इति मम अवगमनमस्ति. सत्यं तदेव. तत्र किमर्थम् अव्याप्यवृत्तिनिर्वाहकम् अवच्छेदकत्वम् इति स्वीकर्तव्यं, तत्र वृक्षत्वम् इति स्वीकुर्मश्चेत् अधिकरणतायाः अवच्छेदकः वृक्षत्वम् इति स्वीकुर्मश्चेत् तत्र व्याप्यवृत्तित्वस्य एव निर्वाहं कर्तुं शक्यते तत्र वृक्षत्वेन. किन्तु इदानीं वृक्षत्वम् इति अवच्छेदकम् वृक्षत्वम् अवच्छेदकत्वेन स्वीकुर्मश्चेत् तत्र निर्वाहं कर्तुं न शक्यते. किमर्थमित्युक्ते वृक्षत्वं वृक्षे सर्वत्र वर्तते इति कृत्वा तत्र वृक्षत्वम् अवच्छेदकत्वेन स्वीकृत्य कपिसंयोगस्य भावस्य वा नो चेत् अभावस्य वा निर्वाहं न कर्तुं शक्यते इति भवति. तर्हि अन्यत् किमपि स्वीकर्तव्यं, तदेव अग्रभागः मूलभागः इति धर्मः. अस्तु अग्रे भवती एव पठतु भगिनि. अधुना अधुना अन्यून अतिरिक्तवृत्तित्वरूप अवच्छेदकता कुत्र वर्तते? घटभूतले, घटः भूतले. घटाभावस्य प्रतियोगिता घटे, सा च अवच्छेद्या. तस्याः प्रतियोगितायाः अवच्छेदकं घटे विद्यमानं घटत्वं. घटत्वम् अवच्छेदकम् इति कृत्वा तस्मिन् घटत्वे अवच्छेदकत्वं वर्तते. तच्च अवच्छेदकत्वम् अन्यून अतिरिक्तवृत्तित्वरूपम्. किमर्थमिति चेत् यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं, यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता. अनेन घटत्वं प्रतियोगिता च तयोः अन्यून अतिरिक्तवृत्तित्वम् अस्ति. या च अवच्छेदकता वर्तते घटत्वे सा अन्यून अतिरिक्तवृत्तित्वरूपा. पुनः अन्यून अतिरिक्तवृत्तित्वस्य निरूपणमस्ति. यदा भूतले घटाभावः अस्ति तदा घटे घटः प्रतियोगी अस्ति, घटे प्रतियोगिता अस्ति, घटे अपि घटत्वम् अस्ति. अतः प्रतियोगितायाः अवच्छेदकत्वं घटत्वम् इति वक्तुं शक्नुमः. यतोहि यत्र यत्र यत्र यत्र प्रतियोगिता अस्ति तत्र तत्र घटत्वम् अस्ति, यत्र यत्र घटत्वम् अस्ति तत्र तत्र प्रतियोगिता अपि भवितुम् अर्हति. अतः घटत्वं घटत्वस्य प्रतियोगितायाः अधिकरणं समानम् अस्ति, अपि च सहचारः अपि अस्ति तयोः. अतः तयोः अन्यून अतिरिक्तवृत्तित्वम् अस्ति. या अवच्छेदकता घटत्वे अस्ति सा अन्यून अतिरिक्तवृत्तित्वस्वरूपा इति अन्यून अतिरिक्तवृत्तिरूपा इति वक्तुं शक्नुमः. अन्यून अनतिरिक्तवृत्तित्वरूपा इति वक्तुं शक्नुमः. सत्यम्. अस्तु, एतत् सर्वम् अस्माभिः पूर्वमेव चिन्तितं. हा, वदतु भगिनि. अपि च प्रतियोगिता अपि तदेव अस्ति. आं महोदय. आमां, सत्यं, तादृशमेव अस्ति. अस्तु, यत्र यत्र सः अनवस्थानदोषः भवति तत्र सर्वत्र अन्यून अनतिरिक्तवृत्तित्वरूपा एव भवति अवच्छेदकता. अस्तु, अग्रे शिवराम महोदय, प्रश्नः अस्ति वा? आं महोदय, अत्र दत्तमस्ति यत्र यत्र घटत्वमस्ति तत्र तत्र प्रतियोगिता, किन्तु यदि वयं वदामः घटः भूतले अस्ति तत्र घटत्वमस्ति किन्तु घटाभावः नास्ति, अतः प्रतियोगिता तत्र अस्ति न वा? नास्ति एव. अत्र सन्दर्भः कः? प्रतियोगिता इति कदा वदामः? अभावस्य यत्र अभावः अस्ति तत्रैव प्रतियोगिता इति वक्तुं शक्यते किल? अतः मम प्रश्नः अस्ति, घटः भूतले अस्ति इति वदामश्चेत् घटत्वं तु अस्ति घटे, किन्तु प्रतियोगिता तत्र अस्ति न वा? अस्ति इति तेषां चिन्तनं. किमर्थम् इत्युक्ते यदा अभावः घटस्य अभावः भूतले भवति तदा एव घटे प्रतियोगिता इति धर्मः उत्पद्यते इति तेषां कथनं नास्ति किल? तदेव मम. किन्तु ते किं कुर्वन्ति, तत्र प्रतियोगितायाः चिन्तनं न कुर्वन्ति. यदा घटः भूतले अस्ति तर्हि तत्र किमर्थं प्रतियोगितायाः चिन्तनं? किन्तु प्रतियोगिता अस्ति एव. यदि घटस्य अभावः भूतले भवति तर्हि इति तादृशचिन्तनं यदा कुर्मः तत्र इदानीं यदा अस्माकं मनसि घटस्य अभावस्य चिन्तनं भवति तदा एव प्रतियोगिता उत्पन्ना भवति इति नास्ति किल? तर्हि प्रतियोगिता वर्तते एव घटे, सर्वदा प्रतियोगिता वर्तते एव. अवगच्छामि, धन्यवादः. अस्तु, अग्रे शिवराममहोदय पठतु महोदय. किन्तु यः कपि संयोगः किन्तु यः कपि संयोगः भवति वृक्षे तत्र वृक्षे सर्वत्र नास्ति, तत्र अवच्छेद्य अस्ति वृक्ष निष्ठ अधिकरणता. किं निरूपिता अधिकरणता? कपि संयोगनिष्ठ आधेयता निरूपिता अधिकरणता. केवल अधिकरणता नास्ति. अत्र प्रश्नः उदेति तस्याः अधिकरणतायाः अन्योन्यातिरिक्तवृत्तित्वरूप अवच्छेदकत्वं कस्यचित् धर्मस्य इति वक्तुं शक्यते वा? यथा अन्योन अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं कस्यचित् धर्मस्य इति वक्तुं शक्यते वा? यथा वृक्षत्वम् अन्योन्य अतिरिक्तवृत्तित्व रूप अवच्छेदकत्वं घटत्वस्य भवितुम् अर्हति न वा इति द्रष्टव्यम्। वृक्षत्वं वृक्षे सर्वत्र अस्ति वा, अपरेषु वृक्षेषु अपि वर्तते वा, तच्च वृक्षत्वं कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणतायाः अवच्छेदकं भवितुम् अर्हति वा। यत्र यत्र वृक्षत्वं तत्र तत्र कपिसंयोगः भवति वा, वृक्षत्वं वृक्षस्य मूले अपि अस्ति, अग्रभागे अस्ति, अपरेषु वृक्षेषु अपि अस्ति, तत्र तत्र कपिसंयोगनिष्ठ आधेयतानिरूपिता अधिकरणता अस्ति किम्? नास्ति। अतः वृक्षत्वस्य अन्योन्य अनतिरिक्तवृत्तित्वरूप अवच्छेदकं न सम्भवति। यः कपिसंयोगः भवति वृक्षे, तत्र वृक्षे कपिसंयोगः वृक्षे सर्वत्र नास्ति, तत्र अवच्छेदा अवच्छेद्या अस्ति वृक्षनिष्ठ अधिकरणता। किं निरूपण अधिकरता? कपिसंयोगनिष्ठ आधेयतानिरूपिता अधिकरणता, केवल अधिकरणता नास्ति। अत्र प्रश्नः उदेति तस्याः अधिकरणतायाः अन्योन्य अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं कस्यचित् धर्मस्य इति वक्तुं शक्यते वा? यथा न अवगतं महोदय। न, अत्र इदानीं पश्यतु महोदय, मया पूर्वं पृष्टं किल, एकः वृक्षः अस्ति तस्मिन् कपि एव नास्ति। इदानीं कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता वृक्षे वर्तते, सा अधिकरणता केन अवच्छिन्ना इति चेत्, तत्र वृक्षत्वेन अवच्छिन्ना इति वदामश्चेत्, इदानीं वृक्षे कपिः अस्ति इति चिन्तयतु। वृक्षे कपिः अस्ति, अस्ति किन्तु कपिः सर्वत्र वृक्षे अस्ति वा? नास्ति किल? नास्ति, अग्रभागे एव अस्ति, एकस्मिन् भागे, मूलभागे, अग्रभागे। इदानीं कपियोगी कपिसंयोग कपिसंयोगः आदेयः भवति, वृक्षः अधिकरणं भवति अग्रभागे किल? इदानीम् अधिकरणता वृक्षे वर्तते, आधेयता कपिसंयोगे वर्तते, तर्हि कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता वृक्षे वर्तते एव किल? सा अधिकरणता वृक्षत्वेन अवच्छिन्ना इति वदामश्चेत्, इदानीं किं किं भवति? कपिसंयोगः वृक्षे सर्वत्र वर्तते इति भवति, तदेव अत्र उक्तमस्ति। वृक्षत्वम् अवच्छेदकत्वेन भवितुम् अर्हति वा न वा इति चिन्तनीयम् अस्माभिः। अस्य उत्तरं किं? न भवितुम् अर्हति, न भवितुम् अर्हति इति उत्तरं। तावदेव, अत्र पुनः पुनः यत् अस्माभिः चिन्तितम् अवगतं तदेव महोदय वदति अत्र। अतः तत्र सारांशं प्रत्येकं परिच्छेदं पठित्वा अत्र सारांशः कः? सम्पूर्णवृक्षे अस्ति, हा, वृक्षत्वं सम्पूर्णवृक्षे अस्ति, किन्तु कपिसंयोगः एकस्मिन् भागे एव, एकस्मिन् भागे एव अस्ति, तर्हि वयं पूर्ण अधिकरणता वृक्षत्वे अस्ति इति वक्तुं न शक्नुमः। तर्हि तत्र अधिकरणता वृक्षे विद्यमान अधिकरणतायाः अवच्छेदकः अवच्छेदकं वृक्षत्वम् इति न वक्तुं शक्यते, वक्तुं न शक्नुमः। इति तावद् तावद् अवगच्छामश्चेत् तदेव आशयः अस्ति अत्र। अवगतम्, अस्तु, अग्रे विजि भगिनी पठतु। अस्तु, भवानेव पठतु महोदय। अधुना वृक्षस्य अग्रभागं पश्येम, तस्मिन् अग्रभागे अन्योन्य अनतिरिक्तवृत्तित्व रूप अवच्छेदकम् अर्हति किम्? यत्र यत्र वृक्षे कपिसंयोगनिष्ठ आधेयतानिरूपिता अधिकरणता तत्र तत्र अग्रभाग वर्तते इति वक्तुं शक्यते वा? अस्य उत्तरदानार्थं यत्र यत्र तत्र तत्र इति सम्यक्तया बोध्यम्। अधुना वृक्षस्य अग्रभागं पश्येम, तस्मिन् अग्रभागे अन्योन्य अनतिरिक्तवृत्तित्व रूप अवच्छेदकम् अर्हति किम्? यत्र यत्र वृक्षे कपिसंयोगनिष्ठ आदेयतानिरूपित अधिकरणता तत्र अग्रभागः वर्तते इति वक्तुं शक्यते वा? अस्य उत्तरदानं यत्र यत्र तत् इति सम्यक्तया बोधव्यं, नाम यत्र संयोगः अस्ति तत्र एव सः अधिकरणः वर्तते इति आशयः वा? हा, इत्युक्ते तत्र अन्यून अनतिरिक्तवृत्तित्वम् अस्ति चेत् तत्र यत्र यत्र तत्र तत्र इति वक्तव्यं भवति, वक्तव्यं भवति. आम्, यथा यथा यत्र घटे घटः भूतले नास्ति इत्यस्मिन् सन्दर्भे यत्र यत्र घटप्रतियोगिता अस्ति तत्र सर्वत्र घटत्वमस्ति, यत्र यत्र घटत्वमस्ति तत्र सर्वत्र प्रतियोगिता अस्ति इति वक्तुं शक्यते किल? एवम् अत्रापि इदानीम् अग्रभागे कपिसंयोगः वर्तते इत्यस्मिन् स्थले अपि यत्र यत्र कपिसंयोगः वर्तते यत्र यत्र अधिकरणता वर्तते तत्र सर्वत्र इदानीं यत्र यत्र वृक्षत्वं वर्तते तत्र सर्वत्र कपिसंयोगः वर्तते वा इति चिन्तनीयम्. यदि वृक्षत्वम् इति अवच्छेदकत्वेन स्वीकुर्मः तत्र एतादृशचिन्तनं कर्तव्यं भवति यत्र यत्र तत्र तत्र इति. आमामाम्, अस्तु, अत्र नूतनं किमपि नास्ति, अत्र एवमेव पठित्वा अग्रे गन्तुं शक्यते. अस्तु, विजी भगिनी अग्रे पठतु भगिनी. कपिसंयोगः कपिसंयोगः वृक्षस्य अग्रभागे अस्ति इति कृत्वा अग्रभागः तस्य कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणतायाः अवच्छेदकः. अवच्छेद्य कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता. अत्र प्रश्न अस्ति यत्र यत्र तत्र तत्र इति सम्बन्धः वर्तते न वा? एकरीत्या चिन्तयितुं शक्नुमः यत् यदा तादृशी अधिकरणता अस्ति वृक्षस्य अग्रभागे एव तदा तादृश अग्रभागनाम्ना अवच्छेदकः अपि अस्ति. अन्यत्र यथा वृक्षस्य मूलभागे कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता अपि नास्ति वृक्षस्य अग्रभागः अपि नास्ति. अनेन यत्र यत्र तत्र तत्र इति तु साधितुं किल? किं चिन्तनम्? सर्वं दृष्टवन्तः किल? वृक्षस्य अग्रभागे अस्ति कपिसंयोगः, अत्र अग्रभागे कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणताया अवच्छेदकः. किन्तु अवच्छेद्या अस्ति कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता इत्यपि अवगतम्. अत्र यत्र यत्र तत्र तत्र इति सम्बन्धः वर्तते न वा इति चिन्तनं करणीयम्. एकरीत्या चिन्तयितुं शक्नुमः यत् यदा तादृशी अधिकरणता अस्ति वृक्षस्य अग्रभागे कपिसंयोगः अस्ति तदा तादृशसम्बन्धः अस्ति इति चेत् अन्यून अतिरिक्त वृत्तित्वम् अस्ति इति वदामः. किन्तु अन्यत्र यथा वृक्षस्य मूलभागे एतत् सम्बन्धः नास्ति इत्युक्ते कपिसंयोगनिष्ठ आधेयतानिरूपित अधिकरणता अपि नास्ति अधिकरणता अपि नास्ति. किम् इत्युक्ते कपिसंयोगः अत्र तत्र नास्ति वृक्षस्य अग्रभागः अपि वृक्षस्य अग्रभागः अपि मूलभागे नास्ति इति वदति वा महोदय? अहम् एकं प्रश्नं पृच्छामि, तदेव अस्य अस्य प्रश्नस्य उत्तरमेव अत्र मुख्यवार्ता अस्ति. यत्र यत्र कुत्र कुत्र इति अस्मिन् परिच्छेदे किं दत्तमस्ति? अग्रभागे अस्ति किल वृक्षस्य अग्रभागे तत्र यत्र यत्र तत्र तत्र इति इति इति वाक्यं निर्माय वदतु. यत्र यत्र यत्र यत्र कुत्र कुत्र इति वक्तव्यं, यत्र यत्र तत्र तत्र इति वक्तव्यं. तत्र यत्र यत्र कपिसंयोगः अस्ति सत्यं तत् कपिसंयोगत्वम् अस्ति कपिसंयोगः अस्ति तत्र कविसंयोगत्व अवच्छेदकः अपि अस्ति नास्ति अवच्छेदकः कः इदानीं अवच्छेदकः कः अवच्छेदकः कविसंयोग अग्रभागः यत्र यत्र कविसंयोगः अस्ति तत्र तत्र तत्र तत्र अग्रभागः अवच्छेदकरूपेण अस्ति हा इति वदतु तावदेव यत्र यत्र कविसंयोगः अस्ति अस्ति तत्र तत्र अग्रभागः अस्ति अग्रभागः अस्ति अपि च यत्र यत्र अग्रभागः अस्ति तत्र तत्र कपिसंयोगः अस्ति इति अपि वक्तुं शक्यते किल आम् आम् इति तत्र दोषः नास्ति किल नास्ति नास्ति अपि च यत्र यत्र कपिसंयोगः नास्ति तत्र तत्र अत्र अग्रभागः नास्ति इति अपि वक्तुं शक्यते यत्र यत्र अग्रभागः नास्ति तत्र तत्र कपिसंयोगः नास्ति इति अपि वक्तुं शक्यते किल आं महोदय तत्र तत्र अपि अन्यून्य अन्यून अतिरिक्त वृत्तित्वम् अस्ति इति वक्तुं शक्नुमः इति वक्तुं शक्नुमः वा इति भवति प्रश्नः किम् इति महोदय पृच्छति महोदय क्षम्यतां मम किञ्चित् भिन्नं चिन्तनमस्ति अत्र यत्र यत्र अधिकरणता अस्ति तत्र तत्र अग्रभागः अस्ति यत्र यत्र अधिकरणता नास्ति तत्र तत्र अग्रभागः नास्ति इति चिन्तनमस्ति वा यतोहि अत्र दत्तमस्ति यथा वृक्षस्य मूलभागे कपिसंयोगनिष्ठ अधेयतनिरूपित अधिकरणता अपि नास्ति वृक्षस्य अग्रभागः अपि नास्ति अतः यत्र यत्र तत्र तत्र अधिकरणताविषये अस्ति वा कपिसंयोग सत्यं सत्यं सत्यं यद्भवती वदति तदेव मया किञ्चित् भिन्नरीत्या उक्तं किन्तु अत्र विवक्षा तद् नास्ति अत्र विवक्षा किमस्ति इति चेत् यत्र यत्र अधिकरण अस्ति अधिकरणता अस्ति तत्र तत्र अग्रभागः अस्ति एव यत्र यत्र अग्रभागः नास्ति तत्र तत्र अधिकरणता नास्ति किल अपि च यत्र यत्र अग्रभागः अस्ति तत्र तत्र अधिकरणता अस्ति इति अपि वक्तुं शक्यते समीचीनम् अग्रे भगिनि अथवा अथवा तथा द्वयोः अन्यून अतिरिक्तवृत्तित्वं नास्ति चेत् अनतिरिक्त अन्यून अनतिरिक्तवृत्तित्वं नास्ति चेत् किमर्थं न स्यात् कुत्रचित् अपरवृत्तस्य अग्रभागे कविसंयोगः नास्ति इति कारणं किं तथा न अत्र प्रमुख्यप्रश्नः अस्ति यत् अस्मिन् एव वृक्षे यत्र कविसंयोगः अस्ति वृक्षस्य अग्रभागः कुत्र वर्तते तस्य अधिकरणं किम् ओहो तयोः अन्योन अनतिरिक्तवृत्तित्वं नास्ति इति चेत् किमर्थं न स्यात् कुत्रचित् एतत् मूलभागे त्यक्त्वा अपरवृक्षस्य अग्रभागे संयोगः नास्ति इति अपि वक्तुं शक्नोति वा इति प्रश्नः वा महोदय अग्रभागे कपिसंयोगः अस्ति मूलभागे नास्ति तथैव तद्वत् अपरवृक्षस्य अग्रभागे संयोगः नास्ति इति कारणेन अपि अत्र यत्र यत्र तत्र तत्र इति प्रयुक्तुं शक्नुमः वा अत्र किम् उक्तम् इति भवती अवगच्छति वा अत्र प्रमुखप्रश्नः अस्ति अस्मिन्नेव वृक्षे यत्र कपिसंयोगः अस्ति वृक्षस्य अग्रभागः कुत्र वर्तते, तस्य अतिकरणं किम् इति प्रश्नः. अहं चिन्तयामि कपिसंयोगः अग्रभागे कपिसंयोगः अस्ति, वृक्षस्य अग्रभागः अग्रभागः कुत्र वर्तते इति न अग्रभागः इति दत्तं, तर्हि कुत्र वर्तते इति प्रश्नः न अवगतं महोदय. अत्र अधिकरणतायाः विषये अस्ति भगिनि. अधिकरणता अपरस्मिन् वृक्षे संयोगः नास्ति तत् स्वीकरणीयमस्ति वा अपर अस्मिन् वृक्षे एव कपि संयोगः संयोगस्य अधिकरणता अस्ति तत् स्वीकरणं स्वीकरणीयं तत् सः प्रश्नः इति प्रश्नः. अवगच्छति वा विजि भगिनि? इदानीम् अधिकरणता कुत्र नास्ति, तदानीम् अपरः वृक्षः अस्ति तस्मिन् कपिसंयोगः नास्ति इति चिन्तयतु, तत्रापि अधिकरणता विद्यते एव किल. अस्मिन् वृक्षे अपि अन्यत्र अधिकरणता अस्ति इति कस्याः अधिकरणतायाः स्वीकरणं कर्तव्यम् इति अत्र प्रश्नः. इदानीं तु एकः वृक्षे विषयमेव वयं विवरणं करोमि किल, किन्तु अत्र महोदय किं करोति, तत्र यत्र तत्र यत्र यत्र तत्र तत्र इति यदा वयं वदामः तत्र किं तत्र एकमेव वृक्षं स्वीकृत्य एतादृशं चिन्तनीयं वा, नो चेत् तत्र अपरं वृक्षमपि स्वीकृत्य एतादृशं चिन्तनं कर्तव्यं वा इति प्रश्नम्. तत्र केवलं गभीरचिन्तनार्थम् एतादृशं करोति, किन्तु अस्माकं विवक्षा तु एकस्मिन् वृक्षे एव. कन्फ्यूशन् ओके, महोदय अग्रे अपि पठति. तत्र श्रीराममहोदय भवान् पठतु महोदय. ओके धन्यवादः. अग्रभागस्य अधिकरणं वृक्षः एव नास्ति खलु, यत्र यत्र तत्र यत्र इत्यनेन कपिसंयोगनिष्ठ आधेयता निरूपित अधिकरणता अग्रभाग च द्वयोः अधिकरणं समानं स्यात्. यत्र यत्र इत्यस्मिन् यत्र इत्युक्ते अधिकरणे केवलं विश्वे कुत्रचित् उपस्थितः इति पर्याप्तं न, यत्र यत्र तत्र तत्र इत्यनेन सामानाधिकरणं भवेत्. सामानाधिकरण्यं भवेत् कपिसंयोगनिष्ठ आधेयतानुरूपित अधिकरणतायाः अधिकरणं किं वृक्षः, अग्रभागस्य अधिकरणं किम् अग्रभागस्य अवयवाः अग्रभागस्य अधिकरणं वृक्षः इति वक्तुं शक्यते किम्? अग्रभागः स्वयं वृक्षस्य अवयवः अवयविनी भवति, अवयवे भवति. अत्र अग्रभागस्य अधिकरणं वृक्षः एव नास्ति खलु, वृक्षः एव अधिकरणम् अग्रभागस्य अधिकरणम् इति न, यत्र तत्र तत्र इत्यनेन कपिसंयोगनिष्ठा अध्येतानिरूपित अधिकरणता अग्रभागः च द्वयोः अधिकरणं समानं स्यात्. श्रीराम महोदय, अस्मिन् पङ्क्तौ नूतनविषयं किं, कस्मिन् विषये चिन्तनमस्ति इदानीं? एकनिमिषं महोदय, अन्तिमवाक्यं पठतु. अवयवः अवयविनी भवति अथवा अवयवी अवयवे भवति इति प्रश्नः. प्रश्नः अस्ति अवयवः एव अस्मिन् पङ्क्तौ नूतनविषयः अस्ति. अवयवः अवयविनी भवति वा नो चेत् अवयवी अवयवे भवति वा इति प्रश्नः. अवयवः अवयविनी भवति तद् अवयवः अवयवे इत्युक्ते किम्? अवयवी अवयवे इदानीं घटस्य अवयवः घटस्य अवयवं किम्? कपालः. कपाले कपालद्वये घटः वर्तते वा अथवा घटे कपालद्वयं वर्तते वा इति संशयः इति प्रश्नः. भवतः चिन्तनं किम् अस्मिन् विषये? कपाले घटः वर्तते वा घटे कपालः वर्तते वा? द्वयमपि घट यदा कपाले कपालद्वये घटे वर्तते. कपालद्वयमिति त्यजतु, केवलं कपाले इति वदतु, सर्वैः अवगन्तुं शक्यते. कपाले घटे वर्तते, कपाल नास्ति चेत् घटः नास्ति. एकनिमिषम् एकनिमिषम्. अत्र कपाले घटः वर्तते इति वदति किल भवान्, केन सम्बन्धेन वर्तते? तत्र समवायसम्बन्धेन वर्तते. सत्यं, घटः कपाले समवायसम्बन्धेन वर्तते. इदानीं विपरीतरीत्या वदतु, कपालः घटे वर्तते इति वदामश्चेत् केन सम्बन्धेन वर्तते? तदपि समवायसम्बन्धेनैव नास्ति, कथं वा भवितुमर्हति? तत्र अवयव अवयिनोः समवायसम्बन्धः अस्ति खलु महोदय. अवयवी अवयविनोः मध्ये समवायसम्बन्धः वर्तते, किन्तु समवायसम्बन्धः इदानीं तत्र विपरीतरीत्या अपि वक्तुं शक्यते वा? अवयवः अवयवी अवयवे समवायसम्बन्धेन वर्तते. घटः घटे कपालः न वर्तते इति? आम्, घटे कपालः घटे वर्तते इति वदामश्चेत् केन सम्बन्धेन वर्तते इति वक्तव्यं किल. इदानीं द्वितीय उदाहरणं स्वीकुर्मः. नीलरूपं घटे वर्तते केन सम्बन्धेन? तदपि समवायसम्बन्धः एव. हा, तर्हि नीलरूपे घटे वर्तते एव. गुणः गुणिनि, गुणः गुणिनि समवायसम्बन्धेन वर्तते. इदानीं विपरीतरीत्या वक्तुं शक्यते वा? घटः नीलरूपे इति वक्तुं शक्यते वा? न. एवमेव केवलम् अवयवी एव अवयवे समवायसम्बन्धेन वर्तते, किन्तु अवयवः अवयविनि समवायसम्बन्धेन वर्तते इति नास्ति. अवयवः अवयवः इत्युक्ते कपालः खलु महोदय? सत्यम्. अवयवः अवयविनि इत्युक्ते घटे वा? हा, अवयविनि इति वदामश्चेत् अवयवी घटः भवति, तर्हि अवयवी एव अवयवे समवायसम्बन्धेन वर्तते, न तु अवयवः अवयविनि समवायसम्बन्धेन वर्तते इति नास्ति. नास्ति. इदानीम् अस्माकं प्रकृत उदाहरणं प्रति गच्छामः. अग्रभागः इति अवयवः वा अवयवी वा? अग्रभागः अवयवः. हा, अवयवी वृक्षः. तर्हि तत्र अवयवी एव अवयवे भवितुम् अर्हति इति कृत्वा विपरीतरीत्या न वक्तुं शक्यते किल. तदेव प्रथमवाक्ये दत्तम्, अग्रभागस्य अधिकरणं वृक्षः एव नास्ति, वृक्षः एव अग्रभागे वर्तते, न तु अग्रभागः वृक्षे. अस्तु, भागः भवान् पुनरपि वदतु पुनः एकवारं वदतु भगिनी भवती एव वदतु इदानीं घटस्य अवयवः कः कपालः सत्यं घटः कुत्र वर्तते कपाले वर्तते केन सम्बन्धेन समवायसम्बन्धेन सत्यं घटः कपाले समवायसम्बन्धेन वर्तते इति वदामश्चेत् वाक्यं समीचीनमस्ति आम् आम् इदानीं विपरीतरीत्या कपालः घटे घटे वर्तते इति नास्ति वदामश्चेत् दोषाय भवति किल आम् आम् आं महोदय सत्यं तर्हि अवयवी एव अवयवे समवायसम्बन्धेन इति वक्तुं शक्यते तत्र शरः एकरीत्या एव गच्छति आम् आम् आम् सर्वदा अधिकरणम् अवयवः भवति आदेयः अवयवी भवति इदानीम् अग्रभागः वृक्षस्य अग्रभागः अवयवः वा अवयवी वा वृक्षस्य अग्रभागः अवयवी वृक्षस्य अग्रभागः अवयवः वा अवयवी वा अवयवी किम् अवयवः अवयवः अवयवः आम् इदानीं वृक्षः इति स्वीकुर्मश्चेत् तत्र अवयवी वृक्षः अस्ति तत्र भागद्वयं विद्यते अग्रभागः मूलभागः इति तर्हि अग्रभागः अवयवः भवति मूलभागः अवयवः भवति द्वयोः मेलनेन तत्र वृक्षः इति अवयवी उत्पद्यते किल तर्हि इदानीं वृक्षः अग्रभागे वर्तते इति वदामश्चेत् समीचीनं भवति अग्रभागः वृक्षे वर्तते इति वदामश्चेत् दोषाय भवति दोषः भवति आम् आम् आम् तदेव अत्र उक्तम् अग्रभागस्य अधिकरणं वृक्षः एव नास्ति खलु इति हा अग्रभागः स्वयं वृक्षस्य अवयवः तर्हि अवयवः अवयवनी भवति अथवा अवयवी अवयवे भवति इति पृष्टे सति अस्माकम् उत्तरमस्ति सर्वदा अवयवी एव अवयवे भवति न तु विपरीतरीत्या अस्तु एकमपि परिच्छेदम् इतोपि पठेम सीमा भगिनी पठतु आं महोदय करपत्रम् इदानीमेव गतम् कपिसंयोगनिष्ठ अधेयता निरूपित अधिकरणता भवति वृक्षे तर्हि सामानाधिकरणस्य साधनार्थं द्रष्टव्यं यत् अग्रभागः वृक्षे वर्तते केनचित् सम्बन्धेन न वा संयोगसम्बन्धेन समवायसम्बन्धेन कालिकसम्बन्धेन चिन्तयतु तादात्म्यसम्बन्धेन इदानीं घटः घटे भवति तादात्म्यसम्बन्धेन स्वस्मिन् स्वं तादात्म्येन भवति स्वं वृक्षः इति चेत् अग्रभागः वृक्षे तादात्म्येन इति वक्तुं शक्यते वा वृक्षे स्वस्मिन् अग्रभागः इति स्वं वा नास्ति सम्पूर्णवृक्षः इति स्वं स च स्वस्मिन् वृक्षे तादात्म्येन अग्रभागः केवलं वृक्षस्य अङ्गम् अतः तादात्म्येन वृक्षे न अन्ते केनापि सम्बन्धेन अग्रभागः वृक्षे नास्ति अतः कथञ्चिदपि कपिसंयोगनिरूपित अधिकरणतायाः अग्रभागस्य च समानाधिकरणं न भवति अत्र दत्तमस्ति अत्र सारांशत्वेन भगिनी सारांशत्वेन वदतु अस्तु अस्तु अत्र दत्तमस्ति अधिकरणता एवम् अग्रभागस्य सामानाधिकरणम् अस्ति न वा पूर्वं दत्तमस्ति प्रतियोगिता एवं घटत्वस्य सामानाधिकरणम् अस्ति एवम् अत्र अग्रभागः अपि अवच्छेदकम् अस्ति अपि च अधिकरणता अस्ति तयोः सामानाधिकरणम् अस्ति न वा उत्तरमस्ति नास्ति किम् इति किम् इति पृष्टे सति अधिकरणतायाः अग्रभागस्य सामानाधिकरणं भवितुं न अर्हति यतोहि अधिकरणता अस्ति वृक्षे अग्रभागः अग्रभागस्य वृक्षेण सह कः सम्बन्धः अस्ति इति चेत् तत्र संयोगसम्बन्धः भवितुं न अर्हति समवायसम्बन्धः अपि भवितुं न अर्हति यतोहि अग्रभागः अवयवः अस्ति वृक्षः अवयवी अस्ति यथा पूर्वं द्रष्टं अवयवे अवयवी भवति अतः अग्रभागे वृक्षः भवति न तु विपरीतरीत्या अतः समवायसम्बन्धः अपि भवितुं न अर्हति कालिकसम्बन्धः अपि भवितुं न अर्हति तादात्म्यसम्बन्धः अपि भवितुं न अर्हति यतोहि अग्रभागः अवयवः अस्ति सः अवयः सर्वत्र न भवति वृक्षे अतः तादात्म्यसम्बन्धः अपि भवितुं न अर्हति अतः अग्रभागस्य अधिकरणतायाः सामानाधिकरणम् अपि न भवति सामानाधिकरणं न भवति अधिकरणता वृक्षे अग्रभागः अवयवः अस्ति सः वृक्षे नास्ति किन्तु वृक्षः अग्रभागे अस्ति अतः तयोः सामानाधिकरणीयं न सामानाधिकरणीयं नास्ति समीचीनम् उत्तमं भगिनि अत्र एकमपि वदतु समानाधिकरणम् अपि च सामानाधिकरण्यम् अनयोः मध्ये कः भेदः इति वदति वा पदद्वयोः समानाधिकरणम् अहं चिन्तयामि नौन् अस्ति सामानाधिकरण्यं भावार्थे अस्ति समानाधिकरणस्य भावः सामानाधिकरण्यम् इति अहं चिन्तयामि तादृशं नास्ति इदानीम् उदाहरणं प्रतिपादयित्वा वदति चेत् भवती अपि अवगच्छति इदानीं घटत्वम् अपि च प्रतियोगिता इति स्वीकुर्मः इदानीम् अत्र घटत्वं प्रतियोगिता घटः एतत् त्रयं स्वीकृत्य समानाधिकरणं किं समानाधिकरण्यं कयोः मध्ये इति वदतु अस्तु अस्तु घटत्वं प्रतियोगितायाः सामानाधिकरण्यम् अस्ति घटत्वस्य प्रतियोगितायाः घटे समानाधिकरणम् अस्ति हा इत्युक्ते घटे समानाधिकरणम् इति नास्ति घटः एव समान अधिकरणम् अस्ति घटः अधिकरणमस्ति कयोः प्रतियोगितायाः अपि च घटत्वस्य समान अधिकरणमस्ति घटः तर्हि घटः समान अधिकरणम् घटे विद्यमानधर्मयोः मध्ये समानाधिकरण्यं वर्तते समान अधिकरणस्य भावः समानाधिकरण्यम् इति नास्ति अस्तु महोदय तर्हि धर्मयोः सामानाधिकरण्यम् अस्ति एवं धर्मौ सामानाधिकरणे स्तः इत्युक्ते घटः समानाधिकरणम् अस्ति एकस्मिन् अधिकरणे विद्यमानस्य धर्मयोः मध्ये सामानाधिकरण्यं वर्तते यथा घटत्वम् अपि च प्रतियोगिता किन्तु यः धर्मी अस्ति तदेव समानाधिकरणम् अस्ति किमर्थं समानम् इति वदामश्चेत् तत्र ये ये धर्माः यस्मिन् धर्मिणि विद्यते तेषां समान अधिकरणम् अस्ति इति कृत्वा तत्र समानमिति पदप्रयुक्तमस्ति तावदेव. समीचीनं. तर्हि अत्र अस्मिन् परिच्छेदे यथा भवत्या प्रतिपादितं किमुक्तमस्ति इति चेत् इदानीं वृक्षे अधिकरणता अस्ति अग्रभागः इति इदानीं वृक्षे अस्ति इति वदामश्चेत् तदा एव अग्रभाग अपि च अधिकरणतायोः मध्ये समानाधिकरण्यं वर्तते इति वक्तुं शक्यते. किन्तु अग्रभागः वृक्षे अस्ति इति न वक्तुं शक्यते एव केनापि सम्बन्धेन, समवायसम्बन्धेन वा, संयोगसम्बन्धेन वा, कालिकसम्बन्धेन वा, तादात्म्यसम्बन्धेन वा, यत्किमपि सम्बन्धं स्वीकृत्य अवयवः अवयविनी वर्तते इति न वक्तुं शक्यते इति कृत्वा अग्रभागः अपि च अधिकरणतायाः मध्ये समानाधिकरण्यं यदा कदापि न भवति इति आगतम् एतावत्पर्यन्तम्. अस्तु, समयः जातः, तर्हि इतः अग्रे अग्रिमवर्गे पठेम. सर्वेषां नमस्कारः, धन्यवादश्च. प्रश्नः अस्ति वा कस्य? धन्यवादः. धन्यवादः महोदय. नमस्कारः. सामान्याधिकरण्यम् इत्युक्ते कश्चन स्वभावः वा? सामानाधिकरण्यम् इति स्वभावः इति न वक्तुं चेत् तदपि धर्मः एव. सामानाधिकरण्यं वर्तते, सामानाधिकरण्यम् इति वदामश्चेत् तत्र न्यूनातिन्यूनं द्वे भवेत्, द्वौ भवेत् तत्र. द्वौ भवेत्, द्वौ धर्मौ भवेत् न्यूनातिन्यूनं. सम्बन्धः नास्ति तत्र, सम्बन्धः नास्ति, धर्मः एव. सम्बन्धः नास्ति तत्र, सामानाधिकरण्यम् इति धर्मः एव. इदानीं तत्र किं वदामः, टेबल् इत्यस्य किम् उत्पीठिका इति वा? उत्पीठिका, उत्पीठिका एव. सत्यं, तत्र उत्पीठिकायां घटः, पुस्तकम् अपि च अन्यत् किमपि वस्तु, तत्र लेखनी अस्ति इति चिन्तयतु. एतेषां समान अधिकरणमस्ति उत्पीठिका. अपि च घट, लेखनी, पुस्तकानां मध्ये सामानाधिकरण्यं वर्तते इति वक्तुं शक्यते. तत्र केवलं धर्मः एव भवेत् इति नियमः नास्ति. कर्मधारय समासे तत्र सामान्याधिकरणम् इति किञ्चित् अहं वदामि. यत्र सुन्दरः बालकः इति वयं वदामः चेत् सुन्दरपदेन या वस्तु निर्देशिता सा वस्तु एव बालक इति पदेनापि निर्देशिता. सुन्दर तथा बालक एतयोः पदयोः मध्ये समानाधिकरणमस्ति, तत् सामान्याधिकरणम् इति कर्मधारय समासे किञ्चित् विवरणम् अस्ति. सुन्दरः बालकः, बालकः, उन्नतः वृक्षः, तत्र वृक्षः, उन्नतः वृक्षः, तत्र उन्नत इति पदे वृक्षस्य एव निर्देशनं तत्र भवति. सुन्दर इति पदस्य अधिकरणं वृक्षः एव, तदा वृक्ष इति पदस्य अधिकरणं वृक्षः एव. सा वृक्षसादृशवस्तु वा वृक्षसादृश यत्किमपि अस्ति, तत् द्वयोः पदयोः अधिकरणं तत्र समानमस्ति, निर्देशितं समानम् अस्ति, तत् नाम सामान्याधिकरणं. सत्यं, सत्यं. तर्हि तत्र सुन्दरः बालकः इति वदामश्चेत् सुन्दरः इत्युक्ते बालकः एव. किन्तु सौन्दर्यम् इति यदा वदामश्चेत् तत्र सौन्दर्यम् इदानीं बालके विद्यते. आमामां, तस्य धर्मत्वं भवति. धर्म सौन्दर्यं बालके विद्यते, किन्तु इदानीं तत्र तदेव भेदः अस्ति. समान अधिकरणम् इत्युक्ते अधिकरणम् एव, अधिकरणमेव समान अधिकरणं भवति. किन्तु तस्मिन् अधिकरणे ये विद्यमानाः सन्ति ते सर्वे तेषु सर्वेषु समानाधिकरण्यं वर्तते. अस्तु, अत्र स्थगयामः. सर्वेषां नमस्कारः, धन्यवादाश्च. धन्यवादः महोदय. धन्यवादः. धन्यवादः.